तर्विवासरे अस्माकं सिद्धतिङ्गप्रत्ययानां अत्र नमस्ते नमस्ते सिद्धतिङ्गप्रत्ययानां विषये अस्माकं परस्मैपदीधातूनां कृते अस्माकं चर्चा जाता। तत्र इदानीम् अस्माकं विषयः अस्ति आत्मनेपदीधातूनां कृते कथं भवति सिद्धतिङ्गप्रत्ययाः कथं भवन्ति इति। तर्हि इदानीम् आरभामहे। तत्र आत्मनेपदे तत्र करपत्रे आत्मनेपदीधातूनाम् अदन्त अङ्गानां कृते सिद्धप्रत्ययाः इति अस्ति, सर्वे प्राप्नुवन्ति वा? आं महोदय। तर्हि ततः अग्रे गच्छामः। अस्तु, तर्हि आरभामहे इदानीं। को अस्ति? अरुणा महोदय, पठतु। क्षम्यता महोदय, अहं करपत्रं न कृतवती, अन्यः। अस्तु, तर्हि तत्र शृणोतु। पश्यामि, ईमेल् मध्ये अस्ति। अस्तु, तर्हि मीना महोदय, भवती पठतु। पठतु। आत्मनेपदीधातूनाम् अदन्त अङ्गानां कृते सिद्धप्रत्ययाः। आत्मनेपदीधातूनां मूल तिङ् प्रत्ययाः त आतां ज हास् आतां द्वम् इद्बहिमहि। अत्र सिद्धान्तः आत्मनेपदविषये टित् लकारेषु मित् लकारेषु पृथक्तया भिन्नकार्याणि भवन्ति। टित् लकारेषु तानि कानि इति अग्रे पश्यामः। अन्यश्च अतः लिखितेषु नियमेषु के सामान्याः के विशेषाः इति सदा मनसि निधाय अग्रे गच्छेम। अग्रे यथा लिट् लकाराः यथा टित् लकाराः नाम टकारः इत्येषां ते लट् लिट् लुट् लृट् लोट्, तथैव ङित् लकाराः नाम नकाराः इति येषां ते टित् लकाराः नाम टकारः लट् लिट् लुट् लृट् लोट्, तथैव ङित् लकाराः नाम नकाराः इति येषां ते लङ् लिङ् लुङ् लृङ्। तर्हि आत्मनेपदीधातूनां कृते टित् लकाराणां कार्यं किमपि अस्ति, परन्तु णित् लकारेषु कार्यं भिन्नम् अस्ति। तर्हि ये टित् लकाराः सन्ति लट् लिट् लुट् लिट् लोट्, तर्हि अत्र तु केवलं लट् लोट्, तत्र भिन्नकार्यम् अस्ति। लिङ् णित् लकाराः ये सन्ति अत्र लङ् विधिलिङ्, तत्र भिन्नकार्यम् अस्ति। तत्र परस्मैपदीधातूनां धातुषु तथैव नास्ति। तत्र बहुत्र लोट् मध्ये लङ् मध्ये लिट् मध्ये यत् कार्यम् आसीत् तत् समानम् आसीत्, परन्तु अत्र बहुत्र भिन्नम् अस्ति। तर्हि अत्र अग्रे पश्यामः। अस्तु, अग्रे पठतु। किमर्थं किं आत्मनेपदीनां लिङ्ग् विधिलिङ्ग् एव एतत् विशेषः एव किल? अत्र अस्माकं विधिलिङ्ग् विषये एव अस्ति चर्चा। आशीर्लिङ्ग् अत्र नास्ति। आशीर्लिङ्ग् लङ् अस्ति। आत्मनेपदे लट् लकारस्य तिङ् प्रत्ययः सिद्धिः नियमाः टित् लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां टि भागस्य स्थाने एकारः टि इति एका संज्ञा अस्ति। कस्यापि अंशस्य अन्तिमस्वरस्य अपि च तस्य स्वरस्य अनन्तरं हल् वर्णः अस्ति चेत् तर्हि मिलित्वा तयोः टि संज्ञा भवति. पुनरपि पठामि महोदय वाक्यं. कस्यापि अंशस्य अन्तिमस्वरस्य अपि च तस्य स्वरस्य अनन्तरं हल् वर्णः अस्ति चेत् तर्हि मिलित्वा तयोः टि संज्ञा अस्ति. यथा राम इति शब्दः अत्र मकारोत्तर अकारस्य टि संज्ञा. तथैव हरिशब्दे इकारस्य टि संज्ञा. मनस् इत्यस्मिन् अस् इत्यस्य टि संज्ञा. यथा त इति प्रत्ययः अत्र टि भागः. अहं न अवगच्छामि तत्र. मनस् इत्यस्मिन् अस् इत्यस्य टि संज्ञा. यथा त इति प्रत्ययः अत्र टि भागः अस्ति. अस्य स्थाने एकारः ते इति भवति. अङ्गम् अदन्तं स्यात् अनदन्तं वा स्यात् उभयत्र इदं कार्यं विधीयते. तर्हि किम् अस्ति टि इति? किं सर्वप्रथमं तत् जानीमः, टि इति किम् अस्ति इति नूतनसंज्ञा अस्ति. टि तस्य अर्थः कः? कस्मिन्नपि अंशे, कस्मिन्नपि शब्दे, कस्मिन्नपि पदे, किमपि अस्तु, कस्मिन्नपि शब्दे यत् अन्तिमः स्वरः अस्ति, तत् स्वरः तस्य अग्रे यत् किमपि हल् वर्णः अस्ति, यदि अस्ति, तर्हि तयोः मेलनेन यत् अंशः यः अंशः भवति तस्य नाम टि इति. तर्हि अत्र उदाहरणानि सन्ति. अत्र राम इति शब्दः अस्ति. राम इति शब्दे अन्तिमस्वरः कः? मकारोत्तरवर्ती अकारः इति, खलु? यत् अन्ते अकारः अस्ति तद् तस्य अन्तिमस्वरः. तत् अन्तिमस्वरः तस्य अग्रे कोऽपि हल् वर्णः अस्ति वा? नास्ति, अत्र तु नास्ति. अतः अकारः यत् अस्ति तत् टि इति अस्ति. तथैव हरिशब्दे इकारः अस्ति अन्ते, तस्य अन्तिमस्वरः अस्ति इकारः. तस्य अग्रे कोऽपि वर्णः नास्ति अत्र. अतः इकारः इति टि संज्ञा. अधुना मनस् इति शब्दे अन्तिमस्वरः कः अस्ति? नकारोत्तरवर्ती अकारः, म अ न अ स. तर्हि नकारोत्तर अकारः यत् अस्ति तत् अन्तिमस्वरः अस्ति. अन्तिमस्वरः तस्य च अग्रे यत्किमपि वर्णः अस्ति हल् वर्णः, तयोः मेलनं टि भागः अस्ति. अतः मनस् इति शब्दे अ तस्य अनन्तरं यत् सकारः हल् वर्णः अस्ति, तयोः मेलनम् अस् इति टि भागः अस्ति इति. तर्हि आत्मनेपदीसंज्ञकानां किं भवति? आत्मनेपदीसंज्ञकानां धातूनां प्रत्ययानां यत् ये टित् लकाराः सन्ति, नाम लट् लिट् लुट् लोट् लोट् लृट्, तेषां यत् टि भागः अस्ति, प्रत्ययस्य टि भागः अस्ति, तस्य एकारः भवति. नाम अत्र त प्रत्यय अस्ति, खलु? आत्मनेपदी धातूनां मूल सिङ्गदिक् प्रत्ययः प्रथमपुरुषे एकवचने त इति अस्ति. त इति प्रत्ययस्य टि भागः अस्ति अ, अतः तत्र अ स्थाने ए भवति इति अस्ति. लट् लकारे लोट् लोट् लकारे. अतः ति त अस्ति मूलप्रत्ययः, ते इति सिद्धप्रत्ययः इति भवति इति. सर्वत्र आत्मनेपदीसंज्ञकानां प्रत्यये टित् लकारेषु एतादृशं कार्यं भवति. यः टि भागः अस्ति तस्य स्थाने एकारः भवति इति. सर्वे अवगच्छन्ति वा? आम् महोदय. प्रश्नः अस्ति वा कस्यापि? महोदय, एकस्य प्रसङ्गे द्वयोः मेलने टि भागः इति भवति. आमाम्. अन्यत्र तु केवलम् अन्तिमवर्णः एव टि भागः. न, अन्तिमवर्णः न, तथा न प्रश्नः. अन्तिमस्वरः यत् किमपि अस्ति तत् पश्यतु तत् स्वरः तस्य अग्रे यत्किमपि अस्ति तयोः मेलनम् अग्रे कोऽपि हल् वर्णः अस्ति चेत् तदपि टी भाग्यस्य वर्णः अस्ति तस्य अग्रे किमपि नास्ति चेत् नास्ति एव केवलं स्वरः एव टी भाग अस्तु राम इति उदाहरणम् अस्ति खलु अत्र अत्र मकारः मकारोत्तरवर्ति अकारः अस्ति अत्र अकारः एव टी भागः परन्तु मनस् इत्यस्य नकारस्य अकारः सकारः इत्युक्ते अस् इति आम् टी भागः तदेव खलु आम् इत्युक्ते त अस्ति प्रथमपुरुष एकवचनं तत् तत्र अकारस्य स्थाने ए भवति ते भवति आताम् अस्ति अत्र आम् टी कर्ण्य अतः आते भवति सत्यम् अस्तु तर्हि एतादृशं स्थितिः अस्ति अस्तु तर्हि अग्रे द्वितीयनियमः मीना महोदय धन्यवादः सरल पश्यतु पृच्छतु प्रश्नः अस्ति वा अस्तु इदानीम् इदानीम् अवगच्छति खलु भवती अस्तु अग्रे गच्छामः सरला महोदय अस्ति खलु सरला महोदय आं महोदय पठतु नमस्कारः द्वितीयनियमः पठामि अस्तु अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्यं स्यात् नाम यदि अङ्गम् अदन्तम् अस्ति तर्हि तत्र आत्मनेपदसंज्ञकप्रत्ययेषु यः आकारः अस्ति तस्य स्थाने इकारः भवति आताम् आथाम् अनयोः स्थितस्य आकारस्य स्थाने इ अङ्गम् अनदन्तं चेत् आकारस्य स्थाने इ आदेशः न भवेत्यय किन्तु अङ्गम् अदन्तम् अस्ति चेत् तर्हि टुत्सु ङित्सु उभयत्र इ आदेशः भवति वस्तुतः इ आदेशः भवति तदा यकारस्य लोप वल् प्रत्याहारे परे यदि अदन्तम् अङ्गम् अस्ति तस्य परस्य यदि आकारस्थाने आसीत् तस्य इत्थं स्यात् यदा प्रथमपुरुषे द्वितीयवचन आताम् अस्ति आकारस्तस्य परे अस्ति तस्य इत्थं आकारस्य स्थाने इ आगच्छति नाम यदि अङ्गम् अदन्तम् अस्ति तर्हि तत्र आत्मनेपदसंज्ञकप्रत्ययेषु यः आकारः अस्ति तस्य स्थाने इकारः भवति यदा इदानीं अहम् उक्तवती आताम् आथाम् अनयो स्थितस्य आकारस्य स्थाने इ सो प्रथमपुरुष द्वितीयवचन मध्यमपुरुष द्वितीयवचन द्वयोः प्रत्ययोः आदौ आकारः आगच्छति तत्र आकारस्य स्थाने इकारः आगच्छति तो अङ्गम् अनदन्तं चेत् आकारस्य स्थाने इ आदेश न भवति यदि अनदन्तम् अङ्गम् अस्ति यदा चिन्नु इति अस्ति तत् आकारस्य स्थाने आथाम् आताम् आथां तस्य स्थाने इकार आदेश न भवति यद् अदन्तम् अस्ति यदा पठ अस्ति तत्र आकार इकार आकार आताम् आथां स्थाने इकार आगच्छति किन्तु अङ्गम् अदन्तम् अस्ति चेत् तर्हि टित्सु ङित्सु उभयत्र इ आदेश भवति सो टित्सु यथा लोट् लकार लट् लकार गित्सु अस्ति लङ् लकार वा विधि लिङ् लकार तत्र अदन्तमङ्गम् अस्ति तर्हि इकार आदेश भवति अस्माकं प्रति चत्वारि वयम् इदानीं दृष्टवन्तः लट् लोट् लङ् विधि लिङ् तत्र अदन्तम् अङ्गम् अस्ति इकार आगच्छति तत्र वस्तुतः इय आदेश भवति तदा यकारस्य लोप वल् प्रत्याहारे भवति इ आदेश अस्ति किन्तु वयं पूर्वं दृष्टवन्तः यथा विधिलिङ्ग् इ आदेश आगच्छति तत्र वल् व्यो व्यो किमस्ति वलि प्रत्याहारे लोपो व्यवलि इत्यनेन यदि वल् प्रत्याहारपरे अस्ति तत्र यकार वावकारस्य लोप भवति इद्र इय अस्ति तो यकारस्य लोप भवति तो इ एव तिष्ठति सत्यं बहु उत्तमं तर्हि यथा महोदय बहु सम्यक् रूपेण अधुना पठितं तत्र यदि अदन्त अङ्गम् अस्ति नाम भवादिगणे तुदादिगणे चुरादिगणे दिवादिगणे अस्ति चेत् अङ्गस्य अनन्तरं यः प्रत्ययः अस्ति तस्य प्रत्ययः यत् तस्य आकारः अस्ति प्रत्ययस्य यत् आकारः अस्ति तत्र आकारस्य स्थाने इय इति आदेशः भवति इय तर्हि अत्र आताम् अस्ति आथाम् अस्ति तत्र आकारः अस्ति खलु अदन्त अङ्गस्य अनन्तरं साक्षात् अनन्तरम् आकारः अस्ति तस्य आकारस्य स्थाने इय इति आदेशः भवति इय तर्हि इय योगः ताम् इय योगः थाम् तर्हि तदनन्तरं मया यथा अस्माभिः गतरविवासरे अपि पठितं यकारस्य अनन्तरम् अधुना साक्षात् तकारः अस्ति तर्हि लोपो व्योरवलि इति सूत्रेण यकारस्य लोपः भवति अतः ई ताम् इति इ ताम् तदनन्तरम् इताम् मध्ये अपि एतादृशं यत् कार्यं भवति इय भवति तत् टित्सुलकारेषु अपि भवति नित्सुलकारेषु अपि भवति नाम लट् लोट् लङ् विधिलिङ्ग् सर्वत्र भवति तर्हि इताम् इति भवति परन्तु यदि लट् लकारः अस्ति चेत् इतोपि अग्रे इताम् मध्ये टि भागस्य स्थाने एकारः भवति अतः सिद्धतिङ् प्रत्ययः भवति लट् लकारे इते तथैव इथे मध्यमपुरुषे तर्हि आताम् आथां मध्ये लट् लकारे कार्यद्वयं भवति प्रथमं तु आकारस्य स्थाने ईकारः तदनन्तरं टि भागस्य स्थाने एकारः तर्हि इते इथे इथे एतादृशं प्रत्ययाः भवन्ति लट् लकारे सर्वे आगच्छन्ति वा महोदय कुतः पठति इय आगच्छति लोपो व्योर्वलि अत्रैव अस्ति वस्तुतः इय आदेशः भवति तदा यकारस्य लोपः वल् प्रत्याहारे परे ओ अस्तु अस्तु एतादृशम् एकः कार्यं भवति सर्वे अवगच्छन्ति अस्तु आं महोदय तर्हि सरला महोदय तृतीयबिन्दुं पठतु मध्यमपुरुषस्य थास्थाने स्थे आदेश अयम् आदेशः टित्सु लकारेषु भवति सो मध्यमपुरुष थास् इति अस्ति मध्यमपुरुष एकवचन तस्य स्थाने से कारण की थास् आ इति टि भाग आस् अस्ति तस्य स्थाने ए भवति सो अत्र से इति आदेशः भवति अत्र टी भागस्य स्थाने ए न अत्र तु सम्पूर्ण थास् प्रत्ययस्य स्थाने से भवति ए भवति अस्तु थकारः अपि गच्छति तर्हि भिन्नम् अस्ति थास् प्रत्ययस्य स्थाने से भवति कदा भवति टिस्सु लकारेषु यथा लट् लकारे वा लोट् लकारे लट् लोट् सत्यं तर्हि लट् तित्सु लकारेषु अत्र लट् लकारे लोट् लकारे यत् मध्यम पुरुषे एकवचनस्य प्रत्ययः अस्ति थास् तस्य स्थाने से भवति भवति इति महोदय हा प्रश्नः पृच्छतु स्थाने से आदेशः अदन्त अङ्गम् एव अनदन्तम् अङ्गम् न न न अत्र तु सर्वत्र अदन्ताङ्गम् सर्वत्र न अदन्तम् अनदन्तं सर्वत्र सर्वत्र महोदय प्रथमनियमः तृतीयनियमः तु टित्सु लकारेषु एव खलु सत्यम् इत्युक्ते लट् लोट् द्वितीय तु अस्तु प्रथमं तृतीय लट् लोट् एव अनन्तरम् अदन्तम् अङ्गम् अस्ति चेत् अपि भवति अनदन्तम् अङ्गम् अस्ति चेत् अपि भवति द्वितीयनियमः टित्सु नित्सु द्वयोः लकारयोः भवति किन्तु तत्र अदन्तम् अङ्गं भिन्नम् अनदन्तम् अङ्गं भिन्नम् सत्यं तर्हि प्रथमद्वितीयनियमः तस्य वर्गीकरणं भवति टित्सु नित्सु लकारेषु द्वितीयनियमस्य वर्गीकरणं भवति अदन्तम् अनदन्तम् अङ्गे तर्हि इदानीं एषः नियमाः सन्ति इदानीं तेषाम् एतानां नियमानां कृते ये यानि सूत्राणि सन्ति तद् पठामः तर्हि अत्र किञ्चित् अग्रे गच्छन्तु नियमान् अनुसृत्य कार्यम् एव तदनन्तरं लटी सिद्धप्रत्ययः तदनन्तरं बोल्ड् मध्ये सर्वाणि सूत्राणि सन्ति सर्वे पश्यन्ति वा ततः अग्रे वयं प्रथमं सूत्राणि पठामः तदनन्तरं प्रत्येक प्रत्ययस्य सिद्धप्रत्ययः कथं निष्पद्यते इति अनन्तरं पठामः अस्तु तर्हि अग्रे पठामः सुमन् महोदय अत्र द्वितीयसूत्रं प्रथमं पठतु अचोन्त्यादि टि अस्तु अचोन्त्यादि टि अचां मध्ये यः अन्त्यः सः क्षम्यताम् अचां मध्ये यः अन्त्यः सः आदिः यस्य तत् टि संज्ञकं स्यात् अन्ते भवः अन्त्यः अन्त्यः आदर्यस्य सः अन्त्यादिः बहुव्रीहि अचः षष्ट्यन्तम् अन्त्यादि प्रथमान्तं ति प्रथमान्तं त्रिपदं सूत्रम् अत्र अचः एकवचने यतोहि अनेन अच् जातिः इति इष्टम् आशयः बहुवचनं निर्धारणं सप्तमी बहुषु एकम् अस्तु जात्या ख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्यां सूत्रेण जाति आख्याम् एकस्मिन् बहुवचनम् अन्तर्स्यां सूत्रं स्वयं सम्पूर्ण अचः अन्त्यादि टि अस्तु अचां अचः षष्ट्यन्तम् अचामपि षष्ट्यन्तं खलु तर्हि अत्र अत्र अत्र जातिवाचक अस्ति नाम तत्र एकवचने एव लिखितम् अस्ति यतोहि तस्य कारणम् अस्ति सम्पूर्णवर्गः अचां सम्पूर्णवर्गः नाम सर्वेषां स्वराणां यत् वर्गः अस्ति अच् तस्य कृते पूर्णजातिवाचक संज्ञा कृता अतः एकवचने तर्हि अत्र अच् प्रत्याहार एव स्वर ऐ ओन् रील् सर्वे स्वराः अच् एव जातिः अस्ति खलु अच् प्रत्याहारः अस्ति तस्य तत् प्रत्याहारे सर्वे स्वराः सन्ति तर्हि अत्र यदि कोऽपि वदति अचां यदि तदपि समीचीनम् अस्ति तत्र तस्य अर्थः अस्ति अचाम् इत्युक्ते प्रत्येकस्वर अ च इ च उ च रि च रि च तर्हि तत्र बहुवचनं परन्तु एकमेव अचः यदि वयं कुर्मः तर्हि एक कलेक्षन् नाम एक वर्गः इति जाति इति अच् सर्वेषाम् अचां जातिः अचः तर्हि अच् प्रत्याहारः अपि अस्ति तत्र समस्या नास्ति तत् अर्थः अस्ति सर्वेषां स्वराणां, यत् अत्र शब्दे यः अन्त्यस्वरः अस्ति, सर्वेषां स्वराणां शब्दे यः अन्त्यः स्वरः अस्ति, तद् सः अन्त्यः स्वरः यस्य आदिः भवति तस्य टी संज्ञा अस्ति। अस्तु, अचः षष्ट्यन्तम् अन्त्यादि प्रथमान्तम् अस्ति तस्य टी। तर्हि एतत् सूत्रं कीदृशं सूत्रम् अस्ति? संज्ञासूत्रम् अस्ति। तर्हि अस्य अत्र पठतु, अत्र लिखितम् अस्ति अचः अन्त्य आदि टी। तर्हि अचः अन्त्यः, अचः अन्त्यः इत्युक्ते यद्व यतोपि तत्र षष्ठीविभक्ति अस्ति अचः, परन्तु तस्य अर्थः भवति सप्तमीविभक्ति। अत्र लिखितमस्ति खलु निर्धारणं सप्तमी नाम बहुषु एकं, तत्र अचः अन्त्यः नाम बहु, तत्र शब्दः अस्ति, शब्दे बहु बहवः अचवर्णाः सन्ति, अत्र बहुषु अचवर्णेषु यत् अन्त्यः अचवर्णः अस्ति तदस्ति अचः अन्त्यः। सः अचः अन्त्यः नाम अन्तिमस्वरः यस्य भागस्य आदौ अस्ति सः भागः अन्त्यादिः, सः भागः अन्त्यादिः। न पुनः वदतु महोदय। शब्दः अस्ति, शब्दे बहवः अचवर्णाः सन्ति, तत्र बहुषु अचवर्णेषु यः अचवर्णः अन्तिमः अचवर्णः अस्ति सः अन्त्यः वर्णः, अचः अन्त्यः। तत्र अचः अन्त्यः नाम सर्वेषु अचवर्णेषु यत् अन्तिम अचवर्णः अस्ति सः वर्णः यस्य भागस्य आदौ अस्ति सः भागः अस्ति अन्त्यादिः। अत्र अस्ति खलु बहुव्रीहिः, अन्ते भवः अन्त्यः, अन्त्यः आदिः यस्य सः अन्त्यादिः, बहुव्रीहिसमासः। तर्हि सः भागः अन्त्यादिः, तत् सः अन्त्यादिभागः यः अस्ति तस्य नाम टी। तर्हि उदाहरणमस्ति खलु राम, अत्र राममध्ये भवति, सुमन महोदय वदतु राममध्ये स्वरवर्णाः के के? प्रथमम् अस्ति आकारः, अनन्तरम् अस्ति अकार। तर्हि आकारः अकारमध्ये अन्तिमस्वरवर्णः कः? अकार। अकारः, तत् अकारः यत् अस्ति तः सः अकारः कस्य भागस्य आदौ अस्ति? कस्य भागस्य आदौ अस्ति शब्दे अकारः कस्य भागस्य आदौ अस्ति? सम्पूर्ण मकारस्य आदौ अस्ति। न, मकारस्य अनन्तरम् अस्ति, अकारः अनन्तरम् अस्ति खलु, अकारः कस्य आदौ अस्ति? किमपि नास्ति, किमपि नास्ति। अतः टी भागः कः अस्ति? अकार। तर्हि राममध्ये अन्तिम अकारः एव टी भागः अस्ति। अधुना मनस्, मनस् शब्दे के के स्वराः सन्ति? प्रथमम् अकार, पुनः अकार, द्वितीय अकार। तर्हि अन्तिम अकारः कः अस्ति? द्वितीय अकार। सः अकारः कस्य भागस्य आदौ अस्ति? सकारस्य, न अस् खलु पूर्ण, सः सः अस्तु अस् खलु, अतः टी भागः कः अस्ति? अस् अस्। अतः अतः अस् मनस् मध्ये अस् इति टी भागः। नाम नाम कस्यापि शब्दे यत् अन्तिमस्वरः अस्ति सः स्वरः, तस्य च अनन्तरं यत् कोऽपि व्यञ्जनवर्णः अस्ति तद् तस्य तयोः मेलनेन यत् भागः निष्पद्यते सः भागः टी भागः। इति टी भागः संज्ञासूत्रम्। पूर्वं टी संज्ञा तत्र विवरणम् अकृतवान् तस्मिन् समये सम्यक् आसीत्, इदानीं तु सूत्रं बिट् कन्फ्यूसिङ्ग् अस्ति। सूत्रं कन्फ्यूसिङ्ग् प्रायः भवति प्रथम यदा प्रथमं प्रथमवारे कोऽपि पश्यति, परन्तु तस्य फलित अर्थः तथैव अस्ति यथा नियमे पठितम् अस्माभिः। अन्तिमस्वरः, तस्य अग्रे च यत् कोऽपि हलवर्णः अस्ति तयोः मेलनं टी भागः अस्तु तर्हि इति टी भागस्य संज्ञासूत्रम् अस्तु अधुना प्रथमसूत्रं पठतु टित आत्मनेपदानां टेरे टित् आत्मनेपदानां टेरे टित् लकाराणां स्थाने विहितनाम विहितानां टित् लकाराणां टित् लकाराणां स्थाने विहितानाम् आत्मने पदसंज्ञकानां प्रत्ययानां टि भागस्य स्थाने एकारः आदेशः आदेशो भवति तितः षष्ट्यन्तम् आत्मनेपदानां षष्ट्यन्तं तेः षष्ट्यन्तं ए लुप्त प्रथमन्त्यम् अनेकपदम् इदं सूत्रम् लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं तितः लस्य आत्मने पदानां तेः ए इदानीम् ए किमर्थं लुप्तप्रथमान्तम् अत्र ए तस्य प्रथम प्रथम प्रथमाविभक्ति एकवचनं किम् ए हे खलु ए हे वा आम् ओ अस्तु तत्र विसर्गः नास्ति अतः लुप्तप्रथमान्तम् तथा तत्रापि वयं जानीमः खलु सम्यक् अस्ति किमर्थम् अस्माभिः गतरविवासरे पठितम् अत्र एः अस्ति वस्तुतः तस्य प्रथमाविभक्ति एकवचनम् अस्ति एह विसर्गः खलु तर्हि परन्तु अत्र विसर्गः नास्ति केवलम् ए अस्ति केवलं प्रातिपदिकम् अस्ति तत् प्रातिपदिकमपि प्रथमाविभक्ति प्रथमाविभक्त्याः एव दर्शनं करोति कथं जानीमः अस्माभिः गतरविवासरे पठितं खलु प्रातिपदिकेषु सुप्रत्ययानां स्थाने यदि लुक् भवति तदपि प्रत्यय तदपि विभक्तिम् एव दर्शयति तत्र प्रत्ययस्य लक्षणं तिष्ठति तत्र सूत्रम् आसीत् खलु सुप्रत्ययानां स्थाने लुक् भवति चेदपि विकल्पेन छन्दसि भवितुं शक्नोति दर्शनम् अस्ति एव तथैव अत्र अपि अस्ति अतः तत्र वस्तुतः एकारस्य अत्र विसर्गः नास्ति परन्तु तत्र प्रथमान्त एव अस्ति अतः लिखितमस्ति लुप्तप्रथमान्तम् अस्तु तर्हि सूत्रस्य आशयः वदतु महोदय अस्तु पुनः पठामि टित् लकाराणां स्थाने विहितानाम् आत्म संज्ञकानां प्रत्ययानां टी भागस्य स्थाने एकार द्वितीयसूत्रेण वयं जानीमः टी इति किम् अस्ति इति इदानीम् अस्ति टितः लकारेषु आत्मने प्रत्यय अस्ति चेत् तत्र ति स्थाने एकारः आदेशः भवति तर्हि टि स्थाने तेः षष्ट्यन्तं प्रातिपदिकम् अस्ति टि तर्हि टितः लस्य नाम टित् लकारस्य टितः लस्य नाम टित् लकारस्य ये आत्मनेपदी संज्ञकप्रत्ययाः सन्ति तेषां यत् टि भागः अस्ति तस्य टि भागस्य षष्ठीविभक्ति तस्य स्थाने एकारः अस्तु तर्हि इति अस्ति अचोन्त्यादि टि टित आत्मनेपदानां टेरे इति सर्वे अवगच्छन्ति वा अस्तु धन्यवादः महोदय अग्रे गच्छामः मलर् महोदय अस्ति खलु आम् महोदय, पठतु अग्रे वा? आम् आतोनितः. आतोमितः, आतोमितः अदन्तात् अङ्गात् परस्य सार्वधातुक ङित् प्रत्ययस्य आकारस्य स्थाने इय आदेशः भवति. अनदन्तात् अङ्गेषु न भवति. अनदन्ताम् अङ्गेषु आते आते इत्येव भवतः. अतः आतः षष्ट्यन्तं, ङितः षष्ट्यन्तं, द्विपदम् इदं सूत्रम्. रुदादिभ्यः सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः. अतो येयः इत्यस्मात् अतो इयः इत्यनयोः अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. अतः अङ्गात् ङितः सार्वधातुकस्य आतो इयः. अत्र दत्तम् अदन्त अङ्गम् अस्ति चेत् तत्र प्रत्ययस्य आकारस्थाने इयः आदेशः भवति इति उक्तम् आत्मनेपदे. आत्मनेपदेश अत्र वस्तुतः अत्र आत्मनेपदे तु लिखितं नास्ति, सर्वत्र भवति. परन्तु परन्तु परस्मैपदेषु प्रत्ययः नास्ति यस्य आदौ आकारः अस्ति, खलु? आम् महोदय. तत्र अत्र अत्र वस्तुतः अत्र लिखितं नास्ति किमपि आत्मनेपदी परस्मैपदी इति. कोऽपि प्रत्ययः अस्ति चेत् तत् सः प्रत्ययः यदि नित् अस्ति, सार्वधातुकः अस्ति, तस्य अग्रे आकारः अस्ति, तत्र इदं सूत्रं कार्यं करोति. परन्तु अत्र परस्मैपदेषु तर्हि तस्य अत्र कार्यं न भवति, प्रसक्तिः एव नास्ति, यतोहि कोऽपि परस्मैपदी प्रत्ययः नास्ति यस्य आदौ आकारः अस्ति. अतः खलित अर्थः भवति अत्र केवलम् आत्मनेपदेषु इति. परन्तु सूत्रं न वदति केवलम् आत्मनेपदे इति मनसि सर्वे स्थापयन्तु. अस्तु, अग्रे पठतु अर्थः. वस्तुतः अग्रे सूत्रस्य आशयं, सूत्रस्य आशयं वद. अदन्तम् अनदन्तम् आम् अदन्तम् अङ्गं चेत् प्रत्ययस्य आदौ आकारः स्थाने इय आदेशः भवति इत्येव सूत्रं वदति. अनन्त अनदन्तम् अङ्गं चेत् आते आते इत्येव भवति भवति इति उक्तं. तस्य सूत्रं न अत्र आताम् आते हा तत्र अदन्त अङ्गम् अस्ति चेत् एव इकारः भवति. अनदन्तम् अङ्गम् अस्ति चेत् तत्र आकारस्य स्थाने आकारः एव तिष्ठति. अतः अनदन्त अङ्गेषु आते आथे एव भवति. तर्हि अत्र सरल एव सूत्रमस्ति. अत्र आतो नितः अस्ति. अत्र आतः अस्ति षष्ठीविभक्ति, नितः अस्ति षष्ठीविभक्ति. तर्हि तत्र अनुवृत्ति भवति. पश्यतु तत्र रुधादिभ्यः सार्वधातुके इति सूत्रमस्ति, अतः सार्वधातुके तस्य अनुवृत्तिः. अतो येयः इति सूत्रमस्ति, तदापि अस्माभिः पठितं. तस्य पूर्वं पूर्वसूत्रमेव अस्ति अतो येयः. ततः अत् इयः इत्यनयोः अनुवृत्तिः भवति. अङ्गस्य तु अधिकारः अस्ति इति वयं जानीमः एव, अतः अनुवृत्तिसहितसूत्रं भवति. अतः अङ्गात् नाम अदन्त अङ्गम् अस्ति, तस्यानन्तरं साक्षात् अनन्तरं यत् नितसार्वधातुकप्रत्ययः अस्ति, नाम तादृशप्रत्ययः यद् नितपि अस्ति सार्वधातुक अपि अस्ति, तस्य आतो आतः नाम दीर्घ आकार एव तस्य स्थाने इय इति भवति इति सूत्रमस्ति. तर्हि अदन्त अङ्गस्य अनन्तरं साक्षात् अनन्तरं यत् सार्वधातुक नित् सार्वधातुक प्रत्ययस्य आकारः अस्ति तस्य आकारस्य स्थाने इय इति भवति इति सूत्रमस्ति. सर्वे आगच्छन्ति सूत्रम्? आतोनितः. तर्हि अतो येयः तस्य अनन्तरम् आतोनितः इति उभय सूत्रद्वयम् अस्ति. आतां तु नित् नास्ति खलु? आतां नित् नास्ति. किमर्थं नित् नास्ति? भवती वदतु. आतां नित् अस्ति. कथं नित् अस्ति? सुमन् महोदय, आतां भवती सत्यं वदति, आतां साक्षात् अथवा नित् नास्ति, परन्तु नित् वद् अस्ति. कथं? जानाति भवती, सर्वे जानन्ति. आतां तत्र कीदृशः प्रत्ययः अस्ति? सार्वधातुकः अस्ति वा अर्धधातुकः अस्ति? केन सूत्रेण? सार्वधातुक अस्ति, इदानीम् अपित् अपि अस्ति. न, केन सूत्रेण नित्वद् भवति? सार्वधातुकम् अपित्. सत्यं सत्यं. तर्हि अत्र ये ये तिङ् प्रत्ययाः सन्ति ते सर्वे सार्वधातुकप्रत्ययाः सन्ति. ये सार्वधातुकप्रत्ययाः अपित् सन्ति ते नित्वद् भवन्ति. अतः सार्वधातुकम् अपित् इति सूत्रेण अतिदेशसूत्रम् अस्ति, तेन सूत्रेण आताम् इति नित्वत् भवति. अतः आतां नित्वत् अपि अस्ति, तस्य अग्रे आकः आकारः अपि अस्ति. अतः अजन्त अदन्त अङ्गम् अस्ति चेत् आकारस्य स्थाने इय भवति. अस्तु, तर्हि अत्र यदि प्रत्ययः नित्वत् नास्ति, यदि पक्पित् अस्ति कोऽपि प्रत्ययः, तत्र एतादृशं कार्यं न भवति इति अपि अस्ति. केवलं नित्वत् अस्ति तत्रैव भवति. अस्तु, मदर् महोदय अग्रे पठतु. वस्तुतः वस्तुतः आतो नितः इत्यनेन इय आदेशः भवति. तदा लोपो व्योर्वलि इति सूत्रेण इ इत्यस्य लोपः वल् प्रत्याहारे परे. आतोङितः इति सूत्रेण इय आदेशः भवति अकारस्थाने, परन्तु तदनन्तरं लोपो व्योर्वलि इति सूत्रेण वल् प्रत्याहारः अस्ति चेत् यकारस्य लोप भवति. अतः इ एव तिष्ठति. सत्यम्. तर्हि वस्तुतः इय योगः ताम् अस्ति, आतां मध्ये इय योग ताम्, परन्तु तकारः वल् प्रत्याहारे अस्ति, अतः लोपो योर्वल् इति सूत्रेण यकारस्य लोप भवति, इयोगतो एव भवति, इयोगताम्. अस्तु, तदनन्तरम् अग्रे समापयतु महोदय. थासः से, तासः से, टित् लकारस्य तास्थाने से आदेशो भवति. तासः षष्ट्यन्तं, से लुप्तप्रथमान्तं, द्विपदम् इदं सूत्रं. टित आत्मनेपदे पदानां टेरे इत्यस्मात् टितः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं टितः, लस्य, तासः, से. तास इति मध्यमपुरुष एकवचने प्रत्ययः अस्ति. तस्य स्थाने से आदेशः भवति. तस्य पूर्वशब्द तास् इति स्थाने से आदेशः भवति. तासः षष्ट्यन्तं, से लुप्तप्रथमान्तं. लुप्तप्रथमान्तम् अथवा पूर्वम् अपि ये इति लुप्तप्रथमान्तं तत्र विसर्गः नास्ति, अतः लुप्तप्रथमान्तम्. महोदय, एतत्तु टित् आत्मनेपदीनां तेरे सूत्रस्य अपवादसूत्रं. तित आत्मनेपदानां टेरे इत्यस्य अपवादसूत्रम् इति अपवादमिति नास्ति. अत्र किमर्थम् अपवादम् अस्ति? अत्र अत्र अपवादरूपेण अपि पश्यतुं द्रष्टुं शक्नुमः. तत्र अत्र साक्षात् लिखितमस्ति खलु था स्थाने से, अतः अपवाद अपि अपवादरूपेण वयं द्रष्टुं शक्नुमः तत्र. परन्तु अत्र तस्य समस्या नास्ति, कार्यं भवति आम्, किन्तु थकारस्य लोपः अपि भवति, तत् कुत्रापि नास्ति. अत्र साक्षात् लिखितमस्ति था स्थाने स्थे. अत्र तत् स्थास् प्रत्ययस्य कृते भिन्नसूत्रमेव अस्ति, अतः तत्र किञ्च अतः तत्र समस्या नास्ति. परन्तु यदि हा वयं चिन्तयामः चेत् हा अपवादमेव अस्ति. इत्युक्ते एतत् सूत्रं थास् मूलप्रत्ययः अस्ति चेत् एतत् सूत्रं कार्यं करोति, न तु आत्मनेपदी तित् आत्मनेपदानां टेरे तत् कार्यं करोति चेत् थास् स्थाने थे भवति. तर्हि अत्र साक्षात् लिखितमस्ति था स्थाने से, अतः प्रश्नः नास्ति. यथा मया उक्तम् अस्ति खलु गतरविवासरे अपि, यत्र यत्र साक्षात् किमपि प्रत्ययस्य कृते लिखितमस्ति तदेव कार्यं भवति, यतोहि तत् अपवादः भवति. था स्थाने इति एकम् उदाहरणम् अस्ति खलु, थास अस्ति. यथा तस्तेपां तान्तन्तामः इति निप्स्थाने अम् साक्षात् लिखितम् अस्ति तत्र, अतः तस्य एव प्राधान्यं भवति अपवादरूपेण. तथैव अत्र था स्थाने स्थे. मेर्नी अपि तथा एव खलु, मेर्नी अपि अपवादः अस्ति. जोन्तः अपि न महोदय, स्थाने जेर्जुस् झोन्तस्य अपवादः अस्ति. साक्षात् लिखितमस्ति तत्र यत् विधिलिङ्गलकारे झि स्थाने जुस्, लिङ्गलकारे झि स्थाने जुस्, तत्र अपवादः भवति. यत्र कुत्रापि साक्षात् लिखितमस्ति तत् अपवादम् अस्ति, अपवादः अस्ति, अपवादः अस्ति, अतः तस्य एव कार्यं भवति, नो चेत् सूत्रस्य निरवकाशं भवति. तर्हि अत्र मलर् महोदय, मम प्रश्नः अस्ति, भवती तु पठति अत्र टित् स्थाने टित् स्थाने था स्थाने से भवति, परन्तु मम प्रश्नः अस्ति अत्र केवलं मलर् महोदय अत्र वदति अत्र कथं जानीमः यत् थास् अस्ति, तत्र थास् मध्ये कस्य स्थाने से भवति कथं जानीमः? सम्पूर्णथासस्य स्थाने, थासः स्थाने, अथवा केवलं थकारस्य स्थाने से, सकारस्य स्थाने से, कथं जानीमः? येन विधि तदस्सन् न न मलर् महोदय, मलर् महोदय एव इदानीं चिन्तयति भवती महोदय, पूर्णस्थाने यत् अस्ति कथं जानीमः पूर्ण महोदय, सूत्रं जानाति वा? आद्यन्तौ टकितौ इति महोदय वदति, भवती वदतु, यथापि कस्यापि स्थानिनः स्थाने आदेशः भवति तस्य कृते सूत्राणि कानि कानि सन्ति अस्माभिः पठितानि? तत्र अलोन्त्यस्य एकं सूत्रमस्ति, येन विधिस्तदन्तस्य अलोन्त्यस्य, अलोन्त्यस्य एकं सूत्रमस्ति. येन विस्तदन्तस्य महोदय तादृशसूत्रं नास्ति. येन विस्तदन्तस्य वदति यत्र यत्किमपि लिखितम् अस्ति तेन न केवलं तद्वर्णस्य गृहणम् अपि तु सः वर्ण यस्य अन्ते आगच्छति तस्य सर्वस्य ग्रहणं, तत्तु भिन्नम् अस्ति. परन्तु यः आदेशः अस्ति सः आदेशः कस्य स्थाने भवति तस्य कृते त्रीणि सूत्राणि सन्ति खलु, अलोन्त्यस्य, अनेकाल्षित् सर्वस्य, निच्च. तर्हि अत्र से अस्ति आदेशः, सः आदेशः कीदृशः अस्ति? अनेकाल् अस्ति खलु? आम् महोदय, अनेकाल् अनेकाल् अस्ति, अतः स ए वर्णद्वयम् अस्ति खलु स ए तर्हि अनेकाल् अस्ति केवलम् एक एकवर्णः नास्ति वर्णद्वयम् अस्ति अनेकाल् अस्ति अनेकाल् अस्ति अतः आदेशः सर्वस्य स्थानिनः स्थाने आगच्छति अतः सम्पूर्ण थास् प्रत्ययस्य स्थाने आगच्छति अतः थास् प्रत्ययः सम्पूर्णतया गच्छति तस्य स्थाने सम्पूर्णतया से आगच्छति तर्हि सूत्रे लिखितं नास्ति साक्षात् तर्हि परन्तु अनेकाश्चित् सर्वस्य इति परिभाषासूत्रस्य सहायतया वयं ज्ञातुं शक्नुमः यत् से इति आदेशः अनेकाल् अस्ति अतः सर्वस्य थास् प्रत्ययस्य स्थाने सम्पूर्णतया आगच्छति किन्तु निच्च अपि कार्यं न करोति किम् न निच्च नास्ति खलु अत्र से से इति प्रत्यय नित् तत्र नित् नास्ति खलु नित्वत् भवति खलु नित्वत् भवति परन्तु प्रथम तु साक्षात् नित् नास्ति से इति प्रत्ययः अतः तत् नास्ति परन्तु यथा अस्तु भवती एव चिन्तयतु यदि वयं सार्वधातुकम् अपित् इति सूत्रेण नित्वत् इति वयं चिन्तयामः यदि यत् तर्हि अपि अनेकाश्चित् सर्वस्य कार्यं भवति किमर्थम् भवती जानाति एतदपि अस्माभिः पठितम् आम् आम् वयं पठितवन्तः यत्र नित् अन्ते एव स्थापयतु इति कार्यम् अस्ति चेत् तत्र एव निच्च सूत्रं कार्यं करोति आम् आम् अत्र नित्वत् किमर्थम् अस्ति इत्युक्ते गुणबाधितवृद्धिबाधित बहुत्र तस्य एकमेव प्रयोजनं नास्ति तस्य बहूनि प्रयोजनानि सन्ति अतः तर्हि वस्तुतः अत्र निकारः नास्ति अतः प्रश्नः नास्ति परन्तु यदि कोऽपि चिन्तयति यत् सार्वधातुकम् अपित् अस्ति यतः नित्वत् करोतु तर्हि तदापि अस्ति चेदपि तत्र नित्र नित् इति तस्य प्रयोजनानि बहूनि सन्ति गुणबाधनं वृद्धिबाधनम् अतः तत्रापि अनेकाश्चित् सर्वस्य एव सूत्रं कार्यं अतः केनापि कयापि रीत्या चिन्तयतु अनेकाश्चित् सर्वस्य एव कार्यं अतः सम्पूर्णथा स्थाने से आगच्छति तर्हि आम् तर्हि एतादृशानि कार्याणि सन्ति नूतनकार्याणि सन्ति लट् लकारेषु सर्वे अवगच्छन्ति खलु इति अहं चिन्तयामि प्रश्नः अस्ति वा कस्यापि चत्वारि सूत्राणि सन्ति चत्वारि नूतनसूत्राणि सन्ति टित आत्मनेपदानां टेरे अचोन्त्यादि टि आतोनितः थासः अस्ति अस्तु तर्हि अधुना एतानि नूतनसूत्राणि अस्माकं पुरातनसूत्राणि एतेषां सर्वेषां सहायतया इदानीं प्रत्येक आत्मनेपदी संज्ञकप्रत्ययस्य लट् लकारे सिद्धतिङ्प्रत्ययः किं भवति कः भवति इति अधुना वयम् एकैक कृत्वा पठामः तर्हि अग्रे गच्छामः रघुपतिमहोदय भवती भवान् करोतु अधुना किञ्चित् पूर्वं गच्छन्तु सर्वे नियमान् अनुसृत्य कार्यम् एव इति अस्ति खलु आं महोदय तावत् ततः अग्रे वयं पठामः ते रघुपतिमहोदय पठतु तो भवान् भवान् स्वयमेव करोतु क्रमशः करोतु क्रम प्रत्येकक्रमस्य कृते यः सूत्र यत् सूत्रमस्ति तद् तर्हि वदतु महोदय महोदय गच्छति वा रघुपति महोदय महोदय शृणोति वा गच्छति अस्तु सुमित्रा महोदय भवती अस्ति भवती करोतु प्रथमम् अस्ति तो भागः तस्य स्थाने श्रूयते सुमित्रा महोदय अत्र भवती पठति तत्तु सम्यक् अस्ति परन्तु एकवारम् इदानीं सर्वाणि सूत्राणि भवती जानन्ति अतः स्वयमेव प्रयत्नं करोतु अस्तु एकवारं यद् दत्तं तत् पठित्वा प्रयत्नं करोमि अहं वदामि यत् प्रथमं तु प्रयत्नं करोतु परन्तु तदनन्तरं पठतु परन्तु अस्तु यत्किमपि करोतु अस्तु त त इति भागः अस्ति इदानीं वदतु प्रथमं किम् प्रथमं टि भागः अस्ति अकारः परन्तु सूत्रं एकनिमिषं महोदय अचोन्त्यादि टि इति सूत्रेण अन्त्यवर्ण अकारः स्वर वर्णः टि भागः इति संज्ञा प्राप्नोति सम्यक् अनन्तरं तित् तित् आत्मने पदानां टेरे इत्यनेन आत्मनेपदि प्रत्ययः अस्ति अतः तस्य टितः इत्युक्ते टे टेः स्थाने एकारः आदेशः भवति अतः अस्तु ते एव निष्पन्नः सत्यं सिद्धतिङ् प्रत्यय लट् प्रत्ययः ते इति भवति अतः अस्ति खलु सेवते आम् आम् आम् सेवते तर्हि त मध्ये अन्तिम अकारः यत् अस्ति तत् सः टि भागः अस्ति तस्य स्थाने एकारः आगच्छति अस्थाने ए ते श्रूयते वा महोदय आमाम् अधुना श्रूयते आताम् इति अस्ति तस्य सर्वप्रथमं टि भागः अस्ति वा न वा इति द्रष्टव्यम् अत्र आम् इत्येव टि भागः अस्ति सत्यम् अचोन्त्यादि टि इत्यनेन यथा राम इति न मनस् मनस् मनस् इति दृष्टवन्तः खलु तावदेव आम् इति अत्र टि भागः अस्ति तस्य स्थाने अपि टित आत्मनेपदानां टेरे इत्यनेन एकारः आदेशः भवति अतः आते इति आ टि इति प्रथमम् अनन्तरं टकारस्य ते भवति आकारस्य ए भवति आते इति भवति सत्यम् आम् आम् आम् क्षम्यताम् आम् आम् आम् स्थाने ए आगच्छति सत्यम् आते तदनन्तरम् अनन्तरम् अदन्तम् अथवा अनदन्तम् इति द्रष्टव्यम् अनदन्तम् अस्ति चेत् आते एव तिष्ठति आम् अनदन्तम् अस्ति चेत् किमपि न करणीयम् परन्तु अदन्तम् अस्ति चेत् परे सार्वधातुकप्रत्ययम् अस्ति चेत् आकारस्य न सत्यम् आकारस्य किम् आकारस्य ई आदेशः भवति ई अभवति अतः अत्र तु अदन्तम् अदन्त अङ्गम् एव परवर्णः तु आकारः आस्थाने इ एव तिष्ठति किमर्थम् इत्युक्ते लोपो व्योर्वलि इत्यनेन परे यदा वल् प्रत्याहारः अस्ति यकारस्य लोपः भवति अतः इ एव तिष्ठति अतः सिद्धतिं प्रत्ययः किं भवति इते इते एव आम् इते एव इते तर्हि कार्यद्वयं भवति प्रथमं तु टि भागस्य स्थाने एकारः तदनन्तरम् आदि आकारस्य स्थाने इकार ई आदेशः अनन्तरं यकारस्य लोपः अपि भवति लोपो व्योर्वलि इत्यनेन अतः इते एव निष्पन्नं इते अतः सेवेते इति भवति द्वितीया विभक्ति सेवते प्रथमपुरुषद्विवचनं सेवते सेवेते सेवेते इते इति भवति अस्तु अग्रे झ झस्थाने अन्तादिशः सत्यं केन सूत्रेण झकारस्य स्थाने अन्त आदेशः केन सूत्रेण सुमित्रा महोदय अस्तु तर्हि झकारस्य स्थाने अन्त आदेशः तदनन्तरम् अनन्तरं टी भागः अ इति अस्ति तस्य टित आत्मनेपदानां टेरे इत्यनेन एकारस्य आदेशः भवति अतः किं प्रत्ययः प्रत्ययः भवति अन्ते इत्येव अन्ते आम् तदेव अन्ते अन्ते इति भवति तर्हि झो प्रत्ययः अस्ति तस्य अन्ते इति प्रत्ययः भवति तर्हि महोदय अत्र यदि अन्ते इति प्रत्ययः अस्ति तस्य अग्रे अकारः अस्ति खलु केवलं सुमित्रा महोदय चिन्तयति अत्र अन्ते अस्ति तर्हि अत्र अदन्तम् अङ्गम् अस्ति चेत् तस्य अनन्तरम् अकारः तस्य स्थाने अत्र इकारः न भवति वा आकारः अस्ति सम्यक् केवलम् आकारः अस्ति यतोहि तत्र लिखितम् अस्ति खलु आतः आम् आम् आतः आतो मितः तर्हि अत्र आतः इत्युक्ते तपर तत्कालस्य इत्यनेन केवलं दीर्घ आकारः सत्यम् अतः अन्ते इति भवति अस्तु धन्यवादः महोदय सर्वे अवगच्छन्ति इदानीं पर्यन्तम् प्रथमपुरुषस्य अस्तु अग्रे रघुपति महोदय इदानीं श्रूयते वा आम् महोदय श्रूयते वा अग्रे मध्यमपुरुष करोतु अस्तु थास् अस्ति थास् आतां त्वम् अत्र प्रथमा सारि एकवचने थास् अस्ति थास्से इत्यस्य इत्यनेन से इति भवति तदेव अन्तिमरूपम् अस्ति से इति इदानीम् आथाम् अस्ति टीतात्मने आत्मनेपदनां ठेरे अस्तु आथे इति भवति आमिति आम् इत्यस्य स्थाने ए आदेशः भवति अन्तिमम् अचोन्त्यादि टि इति अत्र आम् इति अस्ति अतः आथे इति भवति आम् स्थाने ए आदेशः आथे इदानीम् आतोण्डितः इति सूत्रेण आकारः अस्ति अतः तस्य स्थाने इ आदेशः यकारस्य लोपोर्वोर्वलि इति सूत्रेण यकारस्य लोपः इथे इति भवति सम्यक् अतः से अपि इथे इति ध्वम् अस्ति अत्र अम् अस्ति टि भागः अस्ति अतः तस्य स्थाने ए आदेशः टितात्मनेपदनां तेरे इति सूत्रेण द्वे इति अतः से इथे द्वे सम्यक् रूपत्रयं तर्हि अतः वयं जानीमः खलु मध्यमपुरुषे अस्ति सेवसे सेवेथे सेवध्वे तर्हि था स्थाने से आथां स्थाने इथे ध्वं स्थाने द्वे अस्तु धन्यवादः महोदय अग्रे विजया महोदय अस्ति उत्तमपुरुष करोतु विजया महोदय गच्छति वा अस्ति न वा अस्ति म्यूट् मध्ये अस्ति अहम् अन्म्यूट् कर्तुं न शक्नोमि मम अपि क्लेशः अभवत् रघुपति महोदय भवान् एव समापयतु अरुणराबुल् अस्ति ओ अरुण महोदय भवत्या न पठति वा इदानीं पर्यन्तं प्रथमं मम समीपे ओ करपत्रं नास्ति अस्तु भवती करोतु उत्तमपुरुष एकवचन इङ् इति प्रत्ययः इड् इड् श्रूयते वा एकनिमिषं महोदय आं श्रूयते अधुना अरुणा महोदय करोतु इड् इड् अलन्तम् इति सूत्रेण लोपः भवति तदनन्तरम् इ एव न महोदय महोदय सम्यतं करोतु हलन्त्यम् इति सूत्रेण डकारस्य लोपः इ एव भवति यदा अवशिष्यते ई तत्र आत्मने टि भागः इकारः एव तदनन्तरं चित् आत्मनेपदमित्येरे सूत्रेण ई भागस्थाने एकारः आगच्छति महे इति प्रत्ययः निष्पन्नं भवति एव प्रत्ययः निष्पन्नं भवति हा तर्हि ए प्रत्ययः इदानीं वहि तत्र किं भवति बहिस्थाने अतः अत्र तु इति भागः तस्य स्थाने एकारः आगच्छति वहे इति प्रत्ययं भवति महि इति प्रत्यय विषये इङ् इति हलन्त्यमिति सूत्रेण लोपो भवति महि एव अवशिष्यति इति टि भागः अस्ति ततः ई स्थाने एकारः आगच्छति महे इति प्रत्ययः निष्पन्नं भवति सत्यं ते किमपि नास्ति केवलं टित आत्मनेपदानां टेरे इति सूत्रेण टि भागस्य स्थाने एकारः तर्हि लट् लकारे सिद्धतिङ् प्रत्ययः भवन्ति ते इते अन्ते से इथे द्वे एव हे महे अतः इदानीम् आत्मनेपदी प्रत्ययाः ये सन्ति तेषाम् अदन्त अङ्गानां लट् लकारे ये सिद्धतिङ् प्रत्ययाः निष्पद्यन्ते ते अस्माभिः पठिताः तर्हि इदानीं पर्यन्तं प्रश्नः अस्ति वा कस्यापि लट् लकारे ते इते अन्ते से इथे द्वे एव हे महे अनदन्तम् अङ्गम् अस्ति चेत् ते आते अन्ते से आथे द्वे इदानीं तावत् मा चिन्तयतु यत्र अदन्तम् अङ्गानां कृते भिन्नसूत्राणि अपि भवितुं शक्नुवन्ति तर्हि यदि यतोहि अनदन्ताम् अङ्गानां कृते बहुत्र झोन्तः इति सूत्रमपि नास्ति भिन्नसूत्रमस्ति तर्हि अतः तादृशम् इदानीं न चिन्तयतु मा चिन्तयतु यदा अनदन्तम् अङ्गस्य यदि यदा कार्यम् आगमिष्यति तत्र वयं पठामः अस्तु इदानीं लट् लकारः समापयति इदानीं लोट् लकारः तर्हि आत्मनेपदे लोट् लकारस्य तिङ् प्रत्ययसिद्धिः तर्हि विजया महोदय पठतु नियमाः प्रथमबिन्दुः परस्मैपदे लटि यत्र यत्र इ लोटि तत्र तत्र उ तदैव आत्मनेपदे लटि यत्र यत्र ये तत्र तत्र लोटि आम् आदेशः भवति वस्तुतः क्रमः एवमस्ति टिच्सु टि भागस्य एत्वं भवति लोट् अपि टित् अस्ति अतः अत्रापि टि भागः स्थाने एकारः आयाति तदा लोटि एकारस्य स्थाने आम् इति आदेशः भवति परस्मैपदी लटि यत्र यत्र ई भागः अस्ति तत्र तत् स्थाने उकारः आगच्छति किमर्थं चेत् तत्र लोट् पठतु इति उकारः एव अन्तिम वर्णस्य भागः अतः तत्र यत्र यत्र लटि ई भागः तत्र उकारः परिवर्तनम् अभवत् आत्मनेपदी तत्र यत्र यत्र एकारः आगच्छति तत्र तत्र आम् इति आदेशः लोटि मध्ये आगच्छति वस्तुतः क्रमः एवमस्ति टिट्सु टि भागस्य एत्वं भवति टि भागस्य एत्वं भवति लोट् अपि टित् अस्ति अतः अत्रापि टि भागः स्थाने एकारः आयाति तदा लोटि एकारस्य स्थाने आम् इति आदेशः भवति एकारस्य स्थाने आम् इति भागः किञ्चित् कार्यं वयं लट् मध्ये किं कृतम् एतदेव किञ्चित् परिवर्तनम् एव अभवत् लोटि मध्ये तर्हि तावत् चिन्तयतु अस्तु तर्हि परन्तु तस्यापि लट् लट् लट् लकारस्य आधारस्य आवश्यकता नास्ति अत्र अत्र केवलं चिन्तयतु यत् लोट् लकारः अस्ति तत् लोट् लकारः अपि टित् लकारः अस्ति अतः तस्य टका टी भागस्य स्थाने एकारः भवति तदनन्तरं लोट् लकारे विशेषकार्यः अस्ति ए स्थाने आम् इति भवति आम् जी इति अग्रे लटि मध्ये इकारः अस्ति परन्तु लोटि मध्ये तत्र ओकारः तत्र एरुः इति सूत्रं परस्मैपदी यत् अस्ति तत्र एरुः इति सूत्रेण इकारस्य स्थाने उकारः भवति तर्हि एतदस्ति लट् लट् लोट् लकारे यत्र यत्र इकारः अस्ति तस्य स्थाने उकारः भवति यथा अस्माभिः परस्मैपदेषु अस्माभिः पठितं लोटि यत्र यत्र एकारः अस्ति तस्य स्थाने आम् भवति यथा इदानीम् आत्मनेपदेषु वयं पठामः तर्हि अग्रे द्वितीयनियमः द्वितीय बिन्दुः अत्र कश्चन विशेषः नियमः अस्ति उपरि सामान्यनियमः दत्तः ए स्थाने आम् अस्माभिः चिन्तनीयम् अयम् एकारः कस्मात् परः अस्ति एकारः सकारात् परः चेत् ए स्थाने वकारः भवति न तु आम् एकारस्य प्रथमं पठामि यथा लोट् टित् अस्ति अतः तासः से इत्यनेन तासः स्थाने से तदा सकारोत्तरस्य एकारस्य स्थाने व आदेशः पुनः एकारः वकारात् परः चेत् ए स्थाने अम् न तु आम् अथवा वा यथा द्वं द्वे द्वम् इति द्वं द्वे द्वम् इति आगच्छति तत्र अत्र कश्चन विशेषनियमः अस्ति उपरि सामान्यनियमः दत्तः एकारस्य स्थाने आम् इति परन्तु तत्र एकारः तत्र किञ्चित् नियमः अस्ति परः किम् आगच्छति चेत् एकारः सकारात् से इति आगच्छति खलु तत्र एकारः सकारात् परः चेत् ए स्थाने वा एव आगच्छति न तु आम् द्वम् इति द्वे इति वा एव तत्र आगच्छति यथा लोट् तित् अस्ति अतः तासः से इति मध्यमपुरुषे तासः स्थाने से सकार उत्तरस्य एकारः स्थाने वा एव तावदेव तत्र द्वं द्वे इति अनन्तरं पुनः एकार वकारात् परः एकारस्थाने अम् एव आगच्छति द्वं न तु आम् इति तर्हि तत्र विशेषनियमः अस्ति नाम तस्य यत् प्रथमनियमः अस्ति तस्य अपवादनियमः अस्ति तर्हि प्रथमनियमेन वयम् अस्माभिः पठितं यत् एकारस्य स्थाने आम् आगच्छति परन्तु यदि सः एकारः सकारोत्तरवर्ती एकारः अस्ति नाम तस्य एकारस्य तस्मात् एकारात् पूर्वं सकारः अस्ति चेत् तद् एकारस्य स्थाने व इति आगच्छति न तु आम् अतः खासः से इति सूत्रे यत् से अस्ति तत्र से मध्ये एकारः अस्ति अस्माभिः सामान्यनियमेन अस्माभिः पठितं यत् एकारस्य स्थाने आम् भवति परन्तु सः एकारः सकारोत्तर एकारः अस्ति अतः एकारस्य स्थाने आम् न भूत्वा व इति आदेशः भवति अतः साम् इति न भवति स्व भवति खासः तस्य लोट् लकारे स्व इति प्रत्ययः भवति तथैव ध्वं यत् अस्ति तस्य ध्वं मध्ये अस्माभिः पठितं द्वे भवति इदानीम् एकारस्य स्थाने आम् भवेत् परन्तु एषः एकारः वकारस्य अनन्तरम् अस्ति अतः एकारस्य स्थाने आम् न भूत्वा अम् एव भवति अतः ध्वम् इति प्रत्ययः भवति न तु द्वाम् तर्हि थासः से तत्र लोट् लकारे साम् न भूत्वा स्व भवति लोट् लकारस्य मध्यमपुरुषे द्विवचने ध्वं मध्ये ध्वां न भूत्वा ध्वं भवति पुनः इति प्रश्न इति वार्ता अस्ति सर्वे अवगच्छन्ति अनन्तरम् उत्तमपुरुषस्य एकनिमिषं महोदय सर्वे अवगच्छन्ति खलु इदानीं पर्यन्तं अस्तु महोदय पठतु तृतीयनियमः से स्थाने स्व खलु से स्थाने स्व द्वे स्थाने द्वम् पठति महोदय पठतु महोदय तृतीय उत्तमपुरुषस्य एकारस्य स्थाने ऐकारः आदेशः भवति एदामहि इति आगच्छति तत्र तर्हि ऐकारः भवति तर्हि अस्तु तर्हि उत्तमपुरुषे यत् एकारः अस्ति तस्य एकारस्य स्थाने ऐकारः भवति तत् न तु आम् तर्हि यत् एकारस्य स्थाने आम् भवति तत् चिन्तयतु सामान्यनियमः अस्ति द्वितीयः तृतीयनियमः ये सन्ति ते एकरूपेण अपवादनियमः सन्ति अपवाद तत्र विशेषनियमः सन्ति तत्र एकारस्य आम् न भूत्वा विशेषरूपेण किमपि भवति अस्तु तर्हि धन्यवादः अत्र धन्यवादः महोदय धन्यवादः अग्रे अग्रे करोतु अस्ति मीना महोदय पठतु लोट् लकारस्य उत्तमपुरुषस्य आदागमः भवति इति तु पूर्वमेव उक्तं परस्मैपदस्य लोटि उक्तम् आत्मनेपदे अपि अस्य प्रसक्तिः लोट् केन सूत्रेण लोट् लकारे उत्तमपुरुषस्य प्रत्ययस्य आट् आगमः भवति पठितम् अस्माभिः पूर्वं कोऽपि कोऽपि स्मरति आं महोदय आडुत्तमस्य आडुत्तमस्य पिच्च सम्यक् तर्हि लोट् लकारे उत्तमपुरुषप्रत्ययस्य आट् आगमः भवति स तु पित् अस्ति अत्र तत्रापि आत्मनेपदी परस्मैपदी इति किमपि लिखितं नास्ति अतः तस्य सर्वत्र उभयत्र प्रसक्तिः अस्ति अत्रापि प्रसक्तिः आड् उत्तमस्य पिच्च अस्माभिः परस्मैपदे लोट् लकारे अस्माभिः सूत्रं पठितम् अतः तत्र अस्ति खलु आनी आव आम परस्मैपदेषु लोट् लकारे उत्तमपुरुषे प्रत्ययाः सन्ति आनी आव आम अत्र आकारः यत् आगच्छति तत् आड् उत्तमस्य पिच्च जी पूर्वं वयं कृतवन्तः खलु उत्तमं सूत्रम् अग्रिम पुटे अस्ति प्रथमं सूत्रं पठेम पठे अस्माभिः पठितम् अस्ति अतः अहम् अतः मया पृष्टम् अस्तु पञ्चमबिन्दु पञ्चमबिन्दु अदन्तादङ्गात् परस्य आकारस्य स्थाने इत्वं स्यात् इत्यस्य नियमस्य प्रसक्तिः भवति टिट्सु अपि निट्सु अपि अङ्गम् अदन्तम् अस्ति चेत् तदपि अस्माभिः पठितम् अदन्तादङ्गात् आकारस्य स्थाने इत्वं स्यात् केन सूत्रेण आमेतः न अदन्त अङ्गस्य परस्य आकारस्य स्थाने इय आदेशः भवति अद्य एव पठितम् अस्माभिः अदन्तम् अङ्गम् अस्ति चेत् तस्य अनन्तरम् आकारः अस्ति चेत् प्रत्ययस्य आदौ तस्य आकारस्य स्थाने इय आदेशः भवति केन सूत्रेण अस्माभिः पठितं खलु टित् लकारे टितलकारेषु आतोनितः इति सूत्रेण इय आगच्छति. लोट् अपि टितलकारः अस्ति अतः तत्र अपि कार्यं भवति. अस्तु तर्हि ईशा एतानि कार्याणि भवन्ति लोट् लकारे. लोट् लकारे कि नूतनकार्याणि सन्ति. अस्तु तर्हि अधुना अग्रे गच्छतु. किञ्चित् अधोभागे सूत्राणि सन्ति बोल्ड् मध्ये. तर्हि प्रथमम् एतानि सूत्राणि वयं पठामः, तदनन्तरं प्रत्ययः कथं निष्पद्यते इति वयं पठामः. अस्तु तर्हि मीना महोदय प्रथमसूत्रं पठतु. आमेतः आदेशो भवति. आम् प्रथमान्तम् एतः षष्ट्यन्तं द्विपद इदं सूत्रम् लोट्लकारस्य स्थाने आम् प्रथम एकारस्य आम् इति भवति. तत् सुलभमेव महोदय. तर्हि लोट् न हा तर्हि पठतु अग्रे. लोटो लङ्वत् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः अनुवृत्तिः सहितसूत्रं. लोटः लस्य एतः आम् लोट् प्रत्ययस्य लकारस्य एतः आम् इति भवति. आम् आदेशः भवति. आदेशः भवति. तर्हि लोटः लस्य एतः आम् लोट् लकारस्य एकारस्य स्थाने आम्. तर्हि परस्मैपदेषु अस्माभिः किं पठितमासीत्? एतादृशं सूत्रं किम् आसीत्? एरुः. लोट् लकारे एरुः परस्मैपदेषु एरुः आसीत्. लोटः लस्य एहे उः नाम लोट् लकारे इकारस्य स्थाने उ. तादृशमेव सूत्रम् अत्र अस्ति. लोटः लस्य एतः आम् एकारस्य स्थाने आम्. तर्हि इदानीं तकार तपर तत्कालं सूचय. सम्यक् अस्तु. तर्हि अत्र सूत्रे लिखितं नास्ति परस्मैपद आत्मनेपदी, परन्तु तत्र अस्य सूत्रस्य परस्मैपदे प्रसक्तिः नास्ति, यतोहि तत्र एकारः नास्ति. एरुः इति सूत्रस्य अत्र प्रसक्तिः नास्ति, यतोहि अत्र इकारः नास्ति. तर्हि पश्यतु एकवारं अष्टाध्यायी सूत्रपाठे इति पुस्तके एकवारं तृतीय अध्यायस्य चतुर्थपादस्य 90th सूत्रम् अस्ति. 3490 पुस्तकं सर्वे उद्घाटयन्तु. 3490 पेज् 71 171 पृष्ठम् अवगच्छति वा? प्राप्नुवन्ति वा सर्वे? सूत्रसङ्ख्या एकवारं कृपया वदति वा? तृतीय अध्यायः चतुर्थपादस्य पञ्चाशीतितमः सूत्रं 3485. अस्तु तर्हि सूत्रं किम् अस्ति? लोटो लङ्वत् इति सूत्रम् अस्ति खलु. तर्हि अत्र लोट् लकारस्य सूत्राणां सूत्राणि आरब्धानि भवन्ति अत्र इतः अग्रे लोटो लङ्वत् इति सूत्रेण. अत्र लोट इति शब्दस्य बहुत्र अग्रे बहुषु अग्रे अग्रिमसूत्रेषु अनुवृत्तिः भवति. तर्हि लोटो लङ्वत् प्रथमसूत्रं, तस्य अग्रे अस्ति एरुः, तदपि लोट् लकारसूत्रं. तस्य अग्रे अस्ति सेर्य पिच्च, तदपि अस्माभिः पठितं खलु. अत्र किं भवति सिप् स्थाने हि भवति, तत्र लङ् अत्र सेहर्य पिच्च इति सूत्रेण हि भवति. तदनन्तरं वा छन्दसि इदानीं न पठितं. तदनन्तरं मेर्नि, तदपि लोट् लकारस्य सूत्रं. तदनन्तरम् इदानीम् आमेतः अस्माभिः पठितम्, आमेतः इति लोट् लकारस्य सूत्रम्. तर्हि तर्हि अहं किं वदामि, यथा अस्माभिः पठितं ये ये सूत्राणि समानं कार्यं कुर्वन्ति, समानस्थाने कार्यं कुर्वन्ति, ते तानि तानि सूत्राणि अष्टाध्याय्याम् एकत्र प्राप्नुवन्ति अस्माभिः. वयं एकत्र प्राप्नुमः. तर्हि अत्र लोट् लकारेश लोट् लकारस्य कृते ये सूत्राणि सन्ति केवलं लोट् लकारस्य कृते तानि सर्वाणि एकस्मिन् एव स्थाने सन्ति अत्र स्थाने लोट् लङ् वति एरु सेर्य पिच्च वा छन्दसि मेरनि यामेतः महोदय एकः प्रश्नः अस्ति मूलप्रत्यये तु किमपि एकारः नास्ति खलु इदानीं कथं जानीमः लट् लट् प्रत्ययस्य एकारः स्थाने आम् आदेश इति न लट् तर्हि तावत् मा चिन्तयतु लट् लकारस्य एकारस्य स्थाने इति केवलम् अस्माकम् अवगमनार्थं लिखितमस्ति स्वरूपमहोदयेन परन्तु लट् लकारस्य आधारस्य आवश्यकता नास्ति केवलं लोट् लकारे एव चिन्तयतु लोट् लकारे टित आत्मनेपदानां टेरे इति सूत्रेण एकारः आगच्छति खलु कोऽपि कोऽपि टित् लकारः अस्ति चेत् लट् अस्तु लोट् अस्तु तत्र टित आत्मनेपदानां टेरे इति सूत्रेण एकारः आगच्छति अस्य एकारस्य स्थाने आम् भवति तर्हि अतः अवगमनार्थं लिखितम् अस्ति यत् लट् लकारे एकारः आसीत् खलु टित आत्मनेपदानां तेरे सः एकारः अत्र अपि अस्ति परन्तु अत्र एकारस्य स्थाने पुनः कार्यं भवति आम् भवति परन्तु लट् लकारस्य आधारस्य आवश्यकता नास्ति तत्र टित् लकारः अस्ति लोट् अपि अतः तत्रापि टित आत्मनेपदानां तेरे कार्यम् अस्तु अग्रे इत्युक्ते तकारस्य स्थाने प्रथमं तु ते भवति ते प्रत्ययस्य स्थाने ताम् आदेश सम्यक् तर्हि प्रथमं टित आत्मनेपदानां टेरे इति सूत्रेण टि भागस्य एत्वं तत एत्वस्य स्थाने अनन्तरम् आम् भवति लोट् लकारे अस्तु अत्र तु सोपानद्वयम् अस्ति अस्तु अग्रे पठामः इदानीं मलर महोदय अग्रिमसूत्रं पठतु आम् महोदय स्वाभ्यां वामौ लोट् लकारस्य सकारात् वकारात् च एकारस्य स्थाने क्रमेण व अम् इत्यनयोः आदेशो भवति आमेतः इत्यस्य अपवादः स च श व व च तयोः इतरेतरेन्द्रद्वन्द्वः सवौ ताभ्यां सवाभ्यां व च अं च तयोः इतरेतरद्वन्द अतः वामौ स्वाभ्यां पञ्चम्यन्तं वामौ प्रथमान्तं द्विपदम् इदं सूत्रम् लोटो लङ्वत् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः आमेतः इत्यस्मात् एतः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लोटः लस्य स्वाभ्यां यतः वामौ अत्र लोट् लकारे सकारात् वकारात् कुत्र अस्ति महोदय सकारात् तास् इति मध्ये सकारम् अस्ति थास् मध्ये से भवति खलु तर्हि यथा थास् मध्ये से भवति तत्र एकारः सकारात् अनन्तरम् अस्ति तर्हि एकारः सकारात् अनन्तरम् अस्ति चेत् तस्य स्थाने व भवति एकारः वकारात् अनन्तरम् अस्ति चेत् यथा द्वे इति प्रत्यये तस्य एकारस्य अम् भवति आमेतः तर्हि आमेतः इति सूत्रस्य अपवादसूत्रम् अस्ति आमेतः वदति एकारस्य स्थाने आम् परन्तु सवाभ्यां वामौ इति वदति लोटः लस्य सवाभ्याम् एतः वामौ तर्हि सकारस्य अनन्तरं पञ्चमी अस्ति खलु सवाभ्यां मध्ये तर्हि सकारस्य साक्षात् अनन्तरं यत् एकारः अस्ति तस्य एकारस्य स्थाने व बकारस्य साक्षात् अनन्तरं यत् एकारः अस्ति तस्य स्थाने अम् अतः सवाभ्यां वामौ स स्थाने व वकारस्थाने व वकारस्थाने अम् अतः यथा मया उक्तं मध्यमपुरुष एकवचनप्रत्ययः भवति स्व मध्यमपुरुष बहुवचनप्रत्ययः भवति ध्वम् सर्वे अवगच्छन्ति इदानीं पर्यन्तं तर्हि सामान्यसूत्रमस्ति आमेतः तस्य अपवादसूत्रं मध्यमपुरुषस्य अत्र अत्र अस्ति सवाभ्यां वामौ अस्तु तर्हि अस्तु इदानीम् एक अन्तिमसूत्रं पठतु अत एत ए शमितम् एत ए लोट् लकारस्य उत्तमपुरुषस्य एकारस्य स्थाने ऐकार आदेशो भवति यतः षष्ट्यन्तम् ऐ लुप्तप्रथमान्तं द्विपदम् इदं सूत्रम् आमेतः इत्यस्य अपवादः लोटो लङ्वत् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः आड् उत्तम उत्तमस्य पिच्छः पिच्छ इत्यस्मात् उत्तमस्य इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लोटः लस्य उत्तमस्य यतः ऐ यतस्थाने ऐ ऐ आदेशः भवति उत्तमपुरुषे उत्तम तर्हि एतत् सूत्रमपि आमेतः सूत्रस्य अपवादसूत्रम् आमेतः वदति यत् एकारस्य स्थाने आम् परन्तु एतत् सूत्रं वदति उत्तमपुरुषस्य एकारस्य स्थाने ऐ तर्हि यथा उत्तमपुरुष एकवचने अस्ति खलु ए अस्ति ए अस्ति तस्य स्थाने ऐ भवति ऐ भवति इति अस्ति सर्वे अवगच्छन्ति वा आं महोदय तर्हि पश्यतु लट्लकारस्य स्थाने लट्लकारस्य स्थाने उत्तमपुरुषः एदे अनन्तरं लोट्लकारस्य स्थाने एदै तावदेव खलु जि आम् ऐ ऐ ऐ थै किमपि नास्ति तर्हि अधुना पठतु पश्यतु 3490 इति आमेतः सूत्रम् आसीत् सामान्यसूत्रं तर्हि सामान्य इति लिखितं माणिनिना तदनन्तरं 3491 नेक्स्ट् सूत्रं सः अपवादः करोति यत् आमेतः सत् सामान्य अपवादरूपेण सकारोत्तर वकारोत्तर आम् अम् तदनन्तरं पुनः 3493 सः अपवादः करोति अत एत ए यत् उत्तमपुरुषे एकारस्य ऐ तर्हि सः बहुत्र एतदेव अस्ति सामान्यसूत्रम् उपरि अस्ति तस्य अग्रे एव किञ्चित् अग्रे एव विशेषसूत्राणि सन्ति एतत् एतादृशी शैली बहुत्र अस्ति अष्टाध्याय्यां तत्र यथा कर्तृषप् मध्ये अपि कर्तृषप् सामान्यसूत्रम् तदनन्तरं सर्वाणि विशेषसूत्राणि सन्ति दिवाभ्यः शन्तुधादिभ्यः श इति तथैव अत्र अपि अस्ति प्रथमं सामान्य तदनन्तरं विशेष अस्तु इदानीम् अस्माकं समयः समाप्तः अग्रिमरविवासरे अग्रे गच्छामः तर्हि